पर्णवीरीवदीयति अभिद्रोणान्यासनम् जेठदेवो विपाकृतो जिह्वराम् सिधावति पपामानो अदाभ्यः जेठदेवोऽपि पन्युभिः पपामानजताजुभिः हरिर्वाजायमृज्यते जेठविश्वायुवाजासूरो यन्निवसत्त्वभिः अपमानश्रिषासति जेठदेवो राचर्यति पपामानो दशस्यति आविष्क्रेणो दिवग्मनुम् एषविप्रैरभिष्टोतोपो देवो विगाहते तथद्रत्नानि दाशुषे एष दिवम् विधावति चिरोजाम् सुधारया अपमानकणीकृत एष दिवम् व्यासरत्तिरोजाम् सृतः अपमानस्वध्वरः येन प्रत्नेन जन्मना देवो देवेभ्यः सुतः हरिः पवित्रे अर्हति येन वचनपूर्वम् रतो जज्ञानो जनजन्निषाः धारयापवदे सुतः सनाजसो मजेषी च पवमानमहिश्रवाः अथा नो वस्य सकृति ज्योतिस्तनास्वा अर्विश्वाजरो वरोहरा अथा नो वस्य दस्कृति सनादक्षमुदक्रधुमपसोमृधोजिः अथा नो वस्य दस्कृति अवीरारः पुनीरसोममिन्द्राय पातवे अथा नो वस्य दस्कृति ेनाभजत वक्रत्वातभोतिभिः अथा नोमस्य संस्कृति तवक्रत्वातभोतिभिर्दोक्मस्य सूर्यम् अथा नोमस्य संस्कृति अभ्यर्णस्वायुधसोमद्विपर्हसं रजम् अथा नोमस्य संस्कृति अभ्यार्णानवच्युतो दयम् समत्सुदासैः अथा नोमस्य संस्कृति त्वाम् यज्ञैरविवृधन् पवमानविधर्मणि अथा नोमस्य संस्कृति दयम् नश्चित्रमश्विनमिन्दो विश्वायुमाभर अथा नोमस्य संस्कृति समिद्धो विश्वरस्वरेपवमानो विराजति प्रेणन् मृढाकनिक्रदत् तनो न पात्पवमानशृङ्गेसि सा नो हर्षति अन्तरिक्षेण रारजत् ईलेन्यः पवमानो रयिर्विराजत् द्युमान् मधोर्धाराभिरोजसा हरिः प्राचीनमोजसा पवमानस्तृणम् हरिः देवेषु देवैयते उदादैर्जिहते बृहद्वारो देवैर्हिरण्यैः अपमाने रसुष्टुताः सुशिल्पे बृहति मही पवमानो वृषण्यति न तोषासानदर्शते ृतक्षसाभूता रादेव्याहुवे अपमानयिन्द्रो वृषा भारती पवमानस्वरस्वदेवा मही इमन्ना यज्ञमागमन्तिस्रो देवीः सुपे सह स्पष्टारमग्रजाम् गोपाम् पुरो यावा नमाहुवे इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः वनस्पतिम् पवमानवद्भासमम् दिशारया सहस्रवल्सम् हरि सम्भ्राजमानम् हिरण्ययम् विश्वे देवा स्वाहा कृतिम् पवमानस्यागत वायुर्बृहस्पतिस्वोर्जोऽग्निरिन्द्रः सजोषसः मन्द्रजा सोमधारजा वृषा पवस्वदेवयोः अभ्योमारेष्वस्मयोः अभिद्यम् मद्यम् मदमिन्द्रमिन्द्रजितिक्षरा अभिवाजिनो अर्वतः अभिद्यम् भूर्यम् मदम् सुबानो अर्षपवित्रा अभिवादमुतस्रवाः अनद्रत्रासैन्द्रभावो न प्रपदासरन् पुनाना इन्द्रमासत यमत्यमिव वाजिनम् व्रजन्ति योष नोदस मये क्रीडम् तमत्याविम् अङ्गोभिर्वृषनम्रसम्मदाय देववीतये श्रुतम्भराय संसृज देवो देवाय धारयेन्द्राय पवते सुतः वयो यदस्य दीपयत् आत्मा यज्ञस्य रंश्याशुश्राणः पावते सुतः रत्नम् निपादिकाव्यम् देवापूरामहिन्द्रजुर्मदम् वदिष्ठभीतये गुहासिद्धशिषे गिराः असृग्रमिन्दवः पथा धर्मम् मृतस्य सुश्रियाः इदाना अस्य योजनम् तथा रामध्वो अग्रियो महीरपो विगाहते हविर्हविष्वन्द्याः युजो वाचो अग्रियो वृषावचक्रदध्वने सद्वाभिसद्यो अध्वरः हरियत्काव्या कविर्ब्रह्मावसानो अर्षति स्वर्वाजीशीषासति अपमानो अभिस्पृधो विशो राजेव सीदति यदि वृण्वन्ति वेधसाः अव्यो बाले परिप्रियो हरिर्वनेषु सीदति रेभो वा नश्यते मती समाजमिन्द्रमश्विना साकम् मदेन गच्छति रणायो अस्य धर्मभिः आमित्रावरु नाभगम् मद्वः पवन्त भूर्मजाः निदाना अस्य सक्मभिः अस्मभ्यम् रोदसीरयम् मध्वो वाजस्य सातये श्रवो वसूनि सञ्जीतम् एते सोमा अभिप्रियमिन्द्रस्य काममक्षरम् अर्धम् गोऽस्य वीर्यम् पुनानासश्च मोदो गच्छन्तो वाजुमश्विना एनोधान्तु सुवीर्यम् इन्द्रश्च सोमराधसे पुनानो हार्दि चोदय ऋतस्य योनिवासनम् ब्रजन्ति द्वादशक्षिपो हिन्वन्ति सप्तधीतजाः अनुविप्रा अमादिषुः देवेभ्यः स्वामदायकम् श्रीजानमति मेष्याः सङ्गोभिर्वासयामसि पुराणः कलशेष्वावस्त्राण्यऋषो हरिः परिगव्यान्यव्यत मघो न आपवस्वनो जहि विश्वापद्विषाः इन्दो सखायमावीश वृष्टिम् दिवः परिस्रवद्युम्नम् पृथिव्या अधि सो न सोमपृत्सुधाः त्रिलक्षसन्त्वा वयमिन्द्रपीतम् स्वर्विदम् भक्षेमहि प्रजामिषम् परिप्रिया दिवः कविर्वजांसि नप्योषितः सुपानो याजिकविक्रतुः प्रक्षयाय पन्यासेदनाय जुष्टोः अद्रुहेः वेत्यर्षतनिष्ठया स सोनर्मातरासु चर्जातो जाते अरोचयत् महान् महीर्तावृथा स सप्तधीतिभिर्हितो नद्यो अजिन्वदद्रुहाः जाये गमक्षीवा ऋतुः अभिसन्तमस्त्रेतम् महे युवानमादधुः इन्दोमिन्द्रतव व्रते अभिवन्निरमत्यः सप्तपस्य दिवावहिः कृभिर्देवैरतर्पयत् अवाकल्पेषु नः पुमस्तमांसि सोमयोध्या तानि पुनानजङ्घनः नूनम् यसेन वीयसे सूक्ताय साधया पदः रत्नवद्रोजया रुजाः पपमानमहिश्रभो गामश्वम् राशि वीरवत् सना मेधां सना स्वाहा स्वारसोरसा युवार्वं दोरस्रवस्य वाह सोमासो राजे अक्रमः इन्द्रासोरसा युवदधन् विरेगभस्योः भरासकारिणामिव राजा नोडप्रशस्त सोमासो गोभिरञ्जते यज्ञो न सप्तधातृभिः परीषु बाणास इन्द भोमदाय बर्हणा गिरा सुता अर्षन्ति धारया आपानासो विवस्वतो जनम् तपुषसो भरम् सूरान्वम् विसंवदे अपद्वारामदीनाम् प्रत्नारिण्वन्ति कारवाः कृष्णो हरस आजवाः समीचीना स आसते होतारः सप्तकामयः पदमेकस्य बिभ्रातः नाभानाभिन्न आददे चक्षुश्चित्सूर्ये सजा हरेरपद्यमादूहे अभिप्रियादिवस्पदमध्वर्युभिर्गुहाहितम् सूरः पश्यति चक्षसा श्रीगायतानरः पवमानायेन्द्रवे अभिदेवाङ्गियक्षते अभिदेवधूनावयो सर्वानो अशिश्रयुः देवम् देवाय देवयु स नः पवस्वसङ्गभे सञ्जनाय समर्वते सम्राजन्नौषधीभ्यः भ्रवेणुस्वतवसे ऋणाय दिविस्पृशे सोमाय घातमर्चत हस्तच्युतेभिरद्रिभिः सुतम् सोमम् पुनीतन मधावाधावता मधु नमसे दुपसीदत दध्नेदभिश्रीणीतन इन्दुमिन्द्रे दधातन अमित्रः वितर्षणिः पवस्व सोमसङ्गवे देवेभ्यो अनुकामकृत् इन्द्राय सोमपात वेमदाय परीषिच्यसे मनश्चिन्मनसस्पतिः अवमानसुवीर्यम् रयम् सोमपरिणीहिनः इन्दविन्द्रेणो युजा सोमा अर्घ्रमिन्दवः सुतारितस्य साधने इन्द्राय मधूमत्तमाः अभिविप्रा अनूषदकावो वत्सम् न मातरः इन्द्रम् सोमस्य पीतये मदच्चुक्षे दिसाधने सिन्धोरूर्माभिपश्चित् सोमो गौरी अधिश्रुतः दिवो नाभाविचक्षणो यो भारे महीयते सोमो यः सुक्रतुः कविः यः सोमः कलशेष्वान्तः पवित्र आहीनः तमिन्दुः परीषस्वजे प्रवाचमिन्दुरिष्यति समुद्रस्याधिभिष्टपि जिह्नन् कोशम् मधुस्तुतम् नित्यस्तोत्रो वनस्पतिर्धीनामन्दस्य वर्दुघाः इन्वानो वानुषा युगा अभिप्रिया दिवस्पदा सोमो हिन्वानो अर्हति विप्रस्य धाराया कविः आपवमानधारय रजम् सहस्रवर्चसम् अस्मे इन्दो स्वाभुवम् भद्रम् वो अभिवादयमनाः ओ हरिः ओ सोमः पुनानो अर्हति सहस्रधारो अत्यभिः वाजोरिन्द्रस्य निष्कृतम् अपमानवस्य गोविप्रमभिप्रगायत सुष्वानम् देववीतये अपमम् देवाजसातये सोमाः सहस्रवाजसः नृणाना देववीतये उत नो वाजसातये पवस्व बृहतीर्षाः युमदिन्दो सुवीर्यम् तेन सहस्रणम् भजम् पवन्तामा सुवीर्यम् सुवाना देवा स इन्दवः अत्या हि यानानहेद्रभिरसृग्नम् वाजसातये विवारमव्यमासवाः वास्रार्षन्दीन्दवोभिवत्सम् न धेनवः धन्विरेकभस्योः दुष्ट इन्द्राय मत्सरः पवमानकनिक्रदत् विश्वा अपद्विषो जहि अभघ्नन्तो अराम्नः पवमानाः स्वदृशाः यो नामृतस्य सीदत परिप्राशिष्ट कविः सिन्धोरूर्मावधिसृतः कारम् बिभ्रत्पुरस्पृहम् विराजधीसबन्धवः पञ्चव्राता अपश्यवाः परिष्कृण्वन्ति धर्मसिम् आदस्य सुष्मिनो रसे विश्वे देवा मत्सत यदि गोभिर्वसायते निर्विनानो विधावधिजहच्छर्याणि तान् वा अत्रा सञ्जिघ्नते युजा नप्तीधर्यो विवस्वतः शुभ्रो नमा मृजे युवा गाः कृण्वानो न निर्निजम् अतिश्रुतीतिरश्चताः गव्याजि गात्यन्याद्धियम् विदे अभिक्षिपः समग्मतमर्जयम् तीरिषस्पतिम् पृष्ठाजभ्रतपाजिनाः परिदिव्यानि मर्मे सद्विश्वानि सोमपार्थिवा वसूरियाह्यस्मयोः येषधिया जात्यन्यासूरो रथेभिरासुभिः गच्छन्निन्द्रस्य निष्कृतम् येष पुरुधियायते बृहते देवतादये यत्रामृता दासते एष हितो विनीयते तशुभ्रवतापथा यदि तुञ्जन्ति भूर्णयः एष शृङ्गारि दोधो वच्छसि देयोच्यो ओ वृषा नृम्नादरारवोजसा एष रुक्मिभिरीयते वाजी शुभ्रेभिरं सुभिः पतिस्सिन्धूनाम् भवन् एष पशूनिवृद्धनापरुषाय इमाहति अपसादेषु गच्छति एतम् मृजन्ति मध्यमुपद्रोणेष्वाजवाः रचक्राणम् बहीर्षाः एतमुच्यन्तसक्षिपो भृजन्ति सप्तधीतजाः स्वायुधम् मलिन्दवम् रते सोतारभोण्यो होरसंवदाय घृष्वाजे सर्गो न तत्येतसः कृत्वा दक्षस्य रथ्यमपोपसा न मन्दसा घोरामन्वेषु सश्चिव अनप्तभत्सु दुष्टरम् सोमम् पवित्रासृज मुनीहीन्द्राय पातवे प्रभूनानस्य चेतसा सोमः पवित्रे अर्षति रत्वा सहस्तमासदत् रत्वा नमोऽभिरिन्द्रभगीन्द्रसोमासृक्षत महे भराय कारिणाः पुनानो रूपे अव्यजे विश्वा अर्डन्नभिस्विजाः सूरो न घोषो तिष्ठति दिवो न सानो विप्युषीधारा सुतस्य वेधसाः ृषति त्वम् सोमनिवस्ति दम्पना पुनान आयुषु हव्यो वारम् विधावसि प्रणिम्नेनेव सिन्धवो ग्रन्थो वृत्रानि भूर्णायः सोमाशग्रमासवाः अभिसो वानास इन्द्रवो वृष्टयः पृथिवीमेव इन्द्रम् सोमासो अक्षरन् अर्त्योर्निर्मत्सरो मदः सोमः पवित्रे अर्षति यज्ञम् रक्षाम् द्विलेभयोः आकलशेर्धावति पवित्रे परिषिच्यते उक्थैर्यज्ञेषु बद्धते अदित्री सोमरोचनारोहन्न भ्राजसे दिवम् यज्ञान् सो जन्नचोदयः प्रा अनोषत मूर्धन् यज्ञस्य कारवाः तथा नाश्चक्षसि प्रियम् अमत्वा बालिनम् नरो दीभिर्निक्रा अवश्यमाः क्रियन्ति देवतादये मधोर्धा रामनुक्षर तीव्रस्वधस्तमासदः चारर्हृदाय वीदये परिशुभानो गिरिष्ठाः पवित्रे सोमो अक्षाः मरेषु सर्वधासि त्वम् विप्रस्त्वम् कविर्मधु प्रजातमन्धसः मरेषु सर्वधासि न भविष्ये सचोषसो देवासः प्रीतिमासद मरेषु सर्वधासि आयो विश्वानिमार्यापसूनिहस्तयोर्दधे मदेषु सर्वदासि यजिमे रोदसि महीसं मातरे भदोहते मदेषु सर्वदासि हरिजो रोदसि उभे सद्यो वाजेभिरर्षति मदेषु सर्वदासि ष्मीकलशेष्वापूनानोऽजिक्रदते मदेषु सर्वधासि यत्सोपचित्रमुख्यम् दिव्यम् पार्थिवम् वसु तन्नः पुनान आभर इवम् ह्यस्तस्वर्पति इन्द्रश्च सोमगोपति ईशानाभिप्यतम् धियाः वृषा पुनान आयुषस्तनजन्नधिबर्हिषि हरिस्तन्यो निवासदत् अपावसन्दधीतयो वृषभस्याधिरेतसि सूनार्भत्सस्य मातराः पुनिद्रेषण्यम् देभ्यः पुनानो गर्भमादधत् याः शुक्रम् दुहते पजाः उपशिक्षापतस्तुषोऽभिजसमाधेहि शत्रुषु अवमानविदारयम् निशत्रोः स्वमवृष्ट्यम् निषुष्पम् निवयस्थिर दूरे वा सतो अन्धीवा प्रकविर्देववीतये व्योमारेभिरर्षति साह्वान् विश्वा अभिस्पृधाः जरद्रभ्यावाजम् गोमन्दमिन्वति अवमानः सहस्रणम् परिविश्वानि चेतसा वृषसे पपसे मति सरस्वमस्रवो विदः अभ्यर्षबृहद्यसो भगवद्यो ध्रुवम् रयम् इषम् स्तोत्रभ्याभर सोम्राजेव सुव्रतो किल सोमावीवेशित पुरानो वह्ने अद्भुत सवह्नीरब्धु दुष्टरो वृज्यमानो गभस्त्योः सोमश्च मूषु सीदति क्रेलर्मघो नमम् भयः पवित्रम् सोमगच्छसि दधस्तोत्रे सुवीर्यम् एते धावन्तीन्दवः सोमा इन्द्राय कृष्णयः मत्सराः सर्विदाः प्रगण्वन्तो अभियुजस्तुष्पये वरिभोविदाः स्वयम् स्तोत्रे वायस्कृताः ृषाग्रेलन्द इन्दवः सधस्त मध्ये गमित् सिन्धोरूर्णाव्यक्षरन् एते विश्वाः निवार्यापवमाना सासत निदान सप्तयोरसे आस्मिन् विसङ्गमिन्दबोधधातावेन मादिशे यो अस्मभ्यमराः वा गुर्नरध्यन्नभम् दधातातेतमादिशे शुक्राः प्रवद्भवर्न सा एत उद्ये अविमसन् काष्ठाम्बाजिनो अक्रत सतः प्रासारिषुर्मतिम् एते सोमास आसबोदसा इव प्रभाजिनः सर्गा सृष्टा हेषत एते माता जिवोरवः पर्जन्यस्येव वृष्टयाः अग्नेरेव भ्रमावृथा एते भूता विपश्चितः सोमा सोदध्याशिरः विभाव्यानशुद्धियाः एते मृष्टा अमर्त्याश्रवान् सोरसश्रवः इयक्षन्दः पथो रजाः एते मृष्टा निरोदसोर्विप्रयन्तोऽव्यानशुः उदेतमुत्तमम् रजाः तन्तुम् तन्वानमुत्तममनुप्रवत आसत उदेतमुत्तमायम् त्वम् सोममणिभ्यावसुगव्याविहारयः कथम् तन्तुमधिक्रतः सोमा अधिग्रमासभोमधोर्मधस्य धारया अभिविश्वानिकाव्याः अनुप्रत्नास आजवः पदन्नवीयो अक्रमुः सुचेजानन्दसूर्यम् आपवमाननो भरार्यो अदासुशोकयम् कृधि प्रजापतीरिषाः अभिसोमास आजवः पवन्ते मध्यम् मधुरम् अभिकोशम् मधुश्च्युतम् सोमो अर्षति धर्मशर्दधान इन्द्रियम् रसम् सुवीरो अभिसस्यिवाः इन्द्राय सोमपवसे देवेभ्यः सधमाद्याः इन्द्रो वाजम् शिशासि अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति जघन जघनच्चनो प्रसोमासो अधन्विषुः पवमाना स इन्द्रवः श्रीनानात्सुमृञ्जत अभिकावो अधन्विषुरापो न प्रपता यतीः पुराणा इन्द्रवासत प्रपवमानधन्वसि सोमेन्द्राय वातवे त्रिभिर्यतो विनीयसे त्वम् सोमनृमादनः पवस्वचर्षणी सहे तस्निर्यो अनुमात्याः इन्दो यदद्रिभिः सुतः पवित्रम् परिधावसि अरमिन्द्रस्य धाम्ने पवस्वरत्र हन्तमोक्षेभिरनुमाज्राः श्रुतिः पावको अद्भूतः श्रुतिः पावक उच्यते सोमस्वतस्य मध्वाः देवावीरघनम् सः पवस्वलक्षसाधनो देवेभ्यः पीतये हरे मरुद्भ्यो वायवे मदाः पवमानधियाहितो ओभियोनिम् कनिक्रदत् धर्मानामायुमावीश सम् देवैः सोमते वृषा रविर्यो नावधिप्रियः वृत्रः देववीतमः विश्वारूपाण्या विषन्पूनानो यादिहर्यतः यत्रामृता सासते अरुणो जनयङ्गिरस्तोमः पपत आजुषग् इन्द्रम् गच्छन् कविक्रतुः आपवस्वमतिन्दव पवित्रम् धाराजाकवे अर्कस्य योनिमासनम् ృక్షంతపాదినముపస్థే అదితేరీ జిత్రాసో అన్యాధియాంగావో అభ్యనూరద సహస్రధారమక్షీత ఇందం ధర్తారమాదివ తం మేధా మేధయాఖ్యన్ పవమానమధిద్యవి ధర్మసింభూరిధాయసం తమహ్యన్ భురుజోర్ధియా సంవసానం వివస్వతః పతిం వాచో అదాభ్యం తం సానావధీజామజోహరిం హిన్వంత్యద్రిభిః హర్యతం భూరి చక్షసం తం వా హిన్వంతి వేదసః పవమానగిరావృధం ఇంద్రమింద్రాయ మత్సరం ఏడకవిరభిష్టూదః పవిత్రే అధీతోసతే పురాణోగ్నన్నభసృధాః ఏడ ఇంద్రాయ వాయవే స్వర్జిత్పరీషిచ్యతే పవిత్రే దక్షసాధనః ఏడ నృభిర్వినీయతే దివో మూర్ధా మృషా సుతః సోమోవనేషు విశ్వమిదః ఏష గవ్యురచిక్రదత్పవమానో హిరణ్యయుః ఇందస్సత్రాజిగస్త్రితః ఏష సూర్యేరహాసతే పవమానో అధిద్యవి పవిత్రే మత్సరో మదాః ఏష సృష్ట్యధిష్యదంతరిక్షే వృషా హరీః పురాణయింధురింద్రమా ఏష వాజీహితో నృభిర్విశ్వమిన్మనసస్పతీః అవ్యోవారం విధారతి ఏష పవిత్రే అక్షరత్సోమో దేవేభ్యః సుతః విశ్వాధామాన్యావిశన్ ఏష దేవః సుభాజతే ధియో నామమర్త్యః వృత్రః దేవవీతమః ఏష వృషా కణిక్రదద్రసభిర్జామిభిర్యతః అభిద్రోణాయిహావతి ఏష సూర్యామరోచయత్పవమానో విచర్షణిః విశ్వాధామాని విశ్వవిత్ ఏష సుష్మదాభ్యః సోమః పునానో అర్షతి దేవావీరఘసంసః ప్రాస్య ధారా అక్షరం వృష్టః సుతస్యౌజసా ప్రభూషతః సత్యం వృజంతి వేధసో గృణంతః కారవో గిరా జ్యోతిర్జ్ఞానముఖ్యం సుషాసో మతానీతే పునానాయ ప్రభూవసో వర్ధాసముద్రముఖ్యం విశ్వావసూని సంజయన్వస్వసో మధారయ ఇంద్రద్వేషాంసి సద్యగ్ రక్షాసు నో అరరుషస్వనాత్ సమస్య కస్యచిత్ నిదో యత్ర ముముచ్మహే నేందో పార్థివం రయం దివ్యం పవస్వధారయ యుమంతం సుష్మమాభర రధారా అస్య సుష్మినామృథా పవిత్రే అక్షరన్ పునానో వాచ విష్యతి ఇందర్హి యానః శ్రోతృభిర్మృజ్యమానః కణిక్రదత్ ఇయత్తి భగ్నమింద్రియం ఆనః సుష్మం దృషాహ్యం వీరవంతం పురస్పృహం పవస్వసో మధారయ రసోమో అతిధారయ పవమానో అశిష్యదత్ అభిద్రోణాన్యాసదం అప్సత్తామధూమత్తమం హరిం హిన్వంత్యద్రిభిః ఇంద్రమింద్రాయ పీతయే సునోతామధూమత్తమం సోమమింద్రాయ వజ్రిణే చారుం సర్ధాయ మత్సరం ప్రసోమాసస్వాధ్యాపవమానాసో అక్రమః రిజయం కృణ్వంతి చేతనం దివస్పృథివ్యాధిభవేందోద్యుమ్ నవర్ధనః భవాజానాం పతీః తుభ్యం వాతా అభిప్రియస్తుభ్యమర్షంతి సింధవః సోమవర్ధంతి దేమాః आप्यायस्व समेदुते विश्वतस्व भवृष्यम् भवाजस्त सङ्गजे तुभ्यम् गावो घृतम् पजो बभ्रो दुदुःख्रे अक्षीतम् परिषक्षे अधिसानवि स्वायुधस्य ते सतो भुवानस्य पते भयम् इन्दो सखेत्तमस्मसि रसो मा सोमदच्युतस्रवासे नो मघोराः सुताविदधे अक्रमुः आदीन्द्रदस्य योष नो हरिम् हिन्वन्त्यद्रिभिः इन्दुमिन्द्राय भीतये आदीम् हंसो यथा गणम् विश्वस्यावीव सन्मतिम् अहत्यो न गोभिरज्यते उभेशो मामचाकसंभृगो न दत्तो अर्षसि सीदम् ऋतस्य यो निमा अभिगावो अनूषतयोषा जारमिव प्रियम् अगन्नाजिम् यथा हितम् हस्ते देहिद्युमद्यसो भगवद्भ्यश्च मह्यम् च सनिम् मेधामुतस्रवाः रसो मा सोऽपि कश्चि गोपान्नयम् चोर्मयाः मनानि महिषा जीव अभिद्रोणानि बभ्रवः शुक्रारुतस्य धाराया वाजम् गोमन्दमक्षरम् सुता इन्द्राय वाजवेवरूणाय मरुध्याः सोमा अर्षन्ति विष्णवे इस्रो वाच उदीरते गावो विमन्ति धेनवाः हरीरेति कलिक्रदति अभिब्रह्मीरनुषदजग्मीर्वृतस्य मातराः मर्वज्यन्ते दिवशिशुम् रायस्य मुद्रांश्चतुरोऽस्मभ्यम् सोमविश्वताः आपवस्वदहस्रिणाः प्रसो बाणोधारयातनेन्दर्हिन्वानो अर्षति रुजदृढाव्योजसा सुत इन्द्राय वायवेवरुणाय मरुध्याः सोमो अर्षति विष्णावे वृषाणम् वृषभिर्यजम् सम्बन्धि सोभमद्रीभिः दुहन्ति षट्मनापजाः भुवत्कृतश्रमर्जो भुवनिन्द्राय मत्सरः संरोमैरज्यते हरिः अभिवृतस्य विष्टवम् दुहते वृष्णीमातरः चारुप्रियतामम् हरिः समे नः कृता इमागिरो अर्षन्ति सश्रुताः धेनोर्वाश्रो अवीवसत् आनः पवस्वधारयापवमानरजम् पृथम् दयाज्योतिर्विदासीनः इन्दो समुद्रमीक्षय पवस्व विश्वमेजय राजो धर्ता नवोजसा त्वया वीरेण वीरमोभिश्रावृतम् यतः क्षरारो अभिवार्यम् प्रवाजमिन्दोरिष्टदिशिषा सन्वाजसारिषीः प्रतावेदान आयुधा तङ्गेर्भिर्वाजमेङ्खयम् पूनानम् वासयामसि सोमञ्जनस्य गोपतिम् विश्वो यस्य भ्रतेजनो दाधारधर्मनस्पतेः पुनानस्य प्रभुवासोः असर्जिरथ्यो यथा पवित्रे शम्भोः सुतः काष्मन्वाजीर्ण्यक्रमीत् समन्यस्वामजाग्रेभ्यः पवस्वदेववीरति अभिकोशम् मधुस्तुतम् स नो ज्योतिम् त्रिपूर्यपवमानविरोचय रत्ने दक्षाय नो हि नु शुम्भमानरितायुभिर्भज्यमानोगभस्त्योः पवदेवारे अव्यये स विश्वादासुषेव सुसोमो दिव्यानि पार्थिव पवतामान्तरिक्ष्या आदिवस्पृष्टमस्वयुर्गव्ययुः सोमरोहसि वीरयुः स वसस्पते ससतः पीतये वृषा सोमः पवित्रे अर्हति विघ्नम् रक्षांसि देवयोः स पवित्रे विलक्षणो हरिरर्हति धन्वसिः अभियोनिम् कलिक्रदत् स बाजीरोचनादिवः पवमानो विधावति रक्षोहावारमव्ययम् स कृतस्याधिसाना विपवमानो अरोचयत् यामिभिः सूर्यम् सह सवृत्रः वृढा सुतो वारिवो विददाभ्यः सोमो वाजामि वासरत् स देवः कविनेषितो ओभिद्रोणानिधावति इन्दुरिन्द्राय मङ्गना एषभुस्य वृडारथो व्योवारेभिरर्षति गच्छन्वाजम् सहस्रणम् एतम् धृतस्य जोष नो हरिम् यन्पञ्चद्रिभिः इन्दुमिन्द्राय पीतये एतम् जम् हरितो दशमर्भज्यन्ते अपस्युपाः याभिर्मदाय शुम्भते एकस्य मानुषीष्वासेनो न भिक्षुषीदति गच्छन् चारो न जोषितम् एकस्य मज्जोरसो वचष्टे दिवः शिशुः ययम् दुर्वारमावीशत् एकस्य पीतये सुतो हरिरर्षति धन्वसिः क्रन्दन्योनिमभिप्रियम् आसुरर्षन्मते परिप्रियेण धाम्ना यत्र देवादिति ब्रवन् परिष्कृण्वन्निष्कृतम् जनाय जातजन्निषाः वृष्टिम् दिवः परिस्रव सुतयेति पवित्र आद्विषिन्दधा नवोजसा विचक्षा नो विरोचयन् अयम् स यो दिवस्परिरघुजामा पवित्रः सिन्धोरूर्माव्यक्षरत् आविवासन्वरावतो अथो अर्वावतः श्रुतः इन्द्राय शिच्यते मधु समीचीना दोषद हरिम् यन्वञ्चद्रिभिः यो नावृतस्यासीदत पुनानो अक्रमीदभिविश्वामिधो वितर्षणिः शुम्भन्ति विप्रम् धीतिभिः आयोनि मरुणोरोहद्गमलिन्द्रम् मृषा सुतः ध्रुवे सदासि सीदसि नूनो रयम् महामिन्दोऽस्मभ्यम् सोमविश्वदाः आपवस्वसहस्रणम् विश्वासोमपवमानद्युम्नानीन्दवाभर विदासहस्रिणीरुषाः स नः पुनान आभररयम् स्तोत्रे सुवीर्यम् जनितुर्वर्धया गिराः पुनानयन्दवाभरसोमद्विवर्हसं रजम् वृणन्निन्दो न मुख्यम् प्रजेरावो न भूर्नायस्त्वेरा अयासो अक्रमः ग्रन्थः कृष्णामपत्पथम् सुविदस्य मनामहे दिशेतुम् दुराव्यम् साह्वाम् सोदस्योमम् व्रतम् शृण्वे विष्टेरेव स्वनः पवमानस्य सुष्मिनाः चलम् जलिद्विजो दिवि आपरस्व महीमिषङ्गो वारिन्दो हिरण्यवत् अश्वावद्वाजावत्सुतः सपरस्व हिरर्षणः महीरोदसी सूर्यो न रश्मिभिः परेणश्च महिन्याधाराया सोमविश्वदाः सदा रसेवाभिष्टवम् जनयन् रोचना योजयन् नप्सु सूर्यम् वसानोगा अपोहरिः देवप्रत्नेण मन्माना देवो देवेभ्यस्परि धाराया पुरते सुतः बालधाराय पूर्वदेवम् देवाय साधये सोमाः सहस्रपादसः दुगानप्रत्नमित्तयः परिक्षे परिषिच्यते क्रन्दन् देवाङ्गीकरत् अभिविश्वानिवार्याभिदेवाङ्गृता वृधाः सोमः पुनानो अर्षति गोमन्नः सोमवीरवदस्वा भद्वाजवत्सुतः पवस्रविहरीषाः यो अद्य इव मृज्यते गोभिर्मदायतः तङ्गेभिर्वासयामसि तन्नो विश्वामस्युभोगिरशृम्भन्ति पूर्वधा इन्दुमिन्द्राय पीतये पुनानो यादिहर्यतः सोमो गीर्भिः परिष्कृतः इप्रस्य मेध्यादिधेः अपमानविदायमस्मभ्यम् सोमसुश्रियम् इन्दो सहस्रभद्रसम् यन्दुरज्ञोरवाजसृक्कणिक्रन्ति पवित्रा यदक्षारदीये भजो अपस्वाजसादये विप्रस्य गृणतो वृधे स्वपरास्वसुवीर्यम् भद्रम् नो अभिवादयमनाः